नमस्कारः सर्वेषाम्। अस्माकम् आर्तधातुकप्रकरणे तव्यत्वमुन् तृच् इति पाठं प्रति स्वागतम्। गतपाठे वयं तृप् दृप् इति धातुद्वयं दृष्टवन्तः। ते तु वेटौ आसीत्। तत्र एव प्रश्नः आसीत्, अनुदात्तस्य चतुपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्यप्रतिषेधः वा पर्योदासप्रतिषेधः वा इति। मया एकं करपत्रं योजितं, दृष्टवन्तः वा तत्र ह्यस्तन मेल् मध्ये? किञ्चित् पञ्च पुटाः सन्ति, परन्तु वयं केवलं किञ्चित् पठामः, पठित्वा अग्रे अस्मिन्नेव करपत्रे अग्रे सरामः। अनन्तरं यत्किम् अस्ति अस्मिन् करपत्रे केवलं रूपसाधनमेव, एतादृश चर्चाः नास्ति। अतः एकवारं पर्युदासप्रसज्य विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरामः। नञ् परिचयः, नञ् अर्थः इत्यस्मात् पठामः 6.4। महोदय, भवान् पठति वा? भगिनी, डिड् यु गेट् इट्? उषा भगिनी, आं भगिनि, पठामि। नञ् एकः निपातः वर्तते, चादयासत्वे इति सूत्रेण नञ् इत्यस्य निपातसंज्ञा भवति, नञ् अर्थः नञ् अर्थः इति। नञ् इति निपातसंज्ञकः अस्ति, तदा चादिगणे इति तत्र तस्मिन् अस्ति इति, असत्वे च आद्रव्यवाची तत्र तत्र निपातसंज्ञा भवति इति। नञ् अर्थः नञ् अर्थः इति अस्तु। भर्तृहरिणा उक्तं तत् सादृश्यम् अभावश्च तदन्यत्यं तदल्पता अप्राशस्त्यं विरोधश्च नयर्थषट्प्रकीर्तिताः इति। अनया कारिकया ज्ञायते यत् नयर्थाः षट् सन्ति इति। भर्तृहरेः यत् कारिका अस्ति तत्र प्रथममपि तत् सादृश्यम् इति अस्ति। तत् सादृश्यम् अर्थः नयः एकः अर्थः अस्ति सादृश्यम् इति। यथा अब्राह्मणः इति कथनेन ब्राह्मणभिन्नः ब्राह्मणसदृशः इति ज्ञायते, तत्र सादृश्यर्थे इति। ब्राह्मण अब्राह्मण इत्युक्ते न ब्राह्मण इति तत्र नये अस्ति, परन्तु तत् सादृशः कोऽपि अन्यः भवेत् इति तत् सादृशार्थे सादृश्यम् इति उदाहरणं। तत् सादृश्यम् अभावश्च इति द्वितीय अस्ति। यथा अपापम् इति तत्र वचनेन पाप अतः अभावः, सामान्यतः नञ् इत्युक्ते अभावस्य एव ज्ञानं भवति, अस्माकं बोधः भवति। अतः अभावः एकः अर्थः अस्ति, पापाभावः इति अभावः इत्युक्ते पापस्य अभावः तत्र इति अस्ति। अग्रे तदाभावस्य तदन्यत्यम् अन्यत्वम् इति, अन्यत्वम् इति अनश्वः इति कथनेन अश्वभिन्नस्य अन्यस्य पशोः ग्रहणं भवति, इदम् अन्यत्वम् इत्यस्य उदाहरणं वर्तते। अन्यत्वं तत्र अन्यत्वं सादृश्यम् इत्यस्य कः को भेदः? अहमपि तदेव चिन्तितवती, तत्रापि तदेव अस्ति खलु। आमाम्, अनश्वः अस्ति, पशु अस्ति, अन्यत्वं कोऽपि अन्यः भवितुम् अर्हति वा? पशु नास्ति चेत् कोऽपि अन्य पक्षी अपि भवितुम् अर्हति वा? अन्यत्वम् इत्युक्ते सत्यं सत्यं सदृशः नास्ति अनश्वः इत्यनेन अश्वभिन्नः, किमपि अन्यत् केव पशु अपि भवित् क्षम्यतां पक्षी अपि भवितुम् गन्धवः इति तादृश गन्धव एव नास्ति, तत्र कोऽपि अन्यः भवितुम् अर्हति इति वा? पशोः अन्यपशोः आम् सादृश्यं नास्ति तावदेव। सादृश्यम् इत्यत्र ब्राह्मणभिन्नः, परन्तु ब्राह्मणसदृशः इत्यपि भवेत्। अत्र सादृश्यम् इति नास्ति खलु, केवलम् अन्यत्वम्। अतः अन्य किमपि पशु भवितुम् अर्हति, परन्तु मनुष्यः न। अन्यत्वम् इत्यत्र मनुष्यः न आगच्छति, पशुः एव, पशु एव। अस्तु, तत् सादृश्यम् अभावश्च तदन्यत्वं तदल्पता इति, अल्पता इति चतुर्थः अस्ति, बिन्दुः यदा अनुदर अल्पता इत्युक्ते अनुदरा कन्या इत्युक्ते उदर नास्ति इति अर्थः नास्ति, तदा अल्पम् उदरं यस्याः इत्यर्थः प्रतीयते, अल्पता इति अस्ति अग्रे सम्यक् अस्ति, अल्पता अनुदरा कन्या इति तत्र अग्रे द्वितीय पङ्क्तौ अप्राशस्त्यम् इति इत्यस्य उदाहरणमस्ति गोश्वेभ्यः इति, गोः गोः अश्वे गो अश्वेभ्यः इति अन्ये अपशवः, अत्र गो अश्व अतिरिक्ताः पशवः अप्रशस्ताः सन्ति इति प्रतीतिः इति अस्ति, अप्रशस्त इत्युक्ते तत्र लेसर् इम्पार्टेन्स् इति तादृश अर्थे इति अस्ति अपशवः इति वदति अश्वेभ्यः अन्ये पशवः गो अपि च अश्वेभ्यः अन्ये अपशवः इति तत्र एतेषां प्रयो तत्र एतेषां बहु प्राशस्त्यमस्ति तेषां तत्र उपकारः भवति इति अन्ये अपशवः इत्युक्ते तेन किमपि प्रयोजनं नास्ति इति तत्र तादृश अस्ति अप्राशस्त्यं प्रशस्तस्य भाव खलु इति इदानीं तत् प्राशस्त्यं नास्ति अस्मिन् अतीते यदि तन्नै एतदपि नै अर्थः अस्ति सत्यम् अग्रे विरोधस्य इति अन्तिमः न उपयोगम् इति वा उपयोगम् अथवा इम्पोर्टेण्ट् मुख्यत्वम् इम्पोर्टेन्स् इति अस्ति तत्र पशूनाम् इम्पोर्टेन्स् इत्युक्ते तत् तेषां प्रयोजनं भवति चेदेव इम्पोर्टेण्ट् भवति सत्यं तादृश अर्थः गम्यते अत्र अस्तु विरोधः विरोधश्च अन्तिमः अस्ति विरोधः इत्यस्मिन् उदाहरणे अधर्मः इति तत्र अधर्मः इत्युक्ते न धर्मः इति नास्ति अधर्म इत्युक्ते धर्मविरोधः अस्तु सत् सम्यक् भवति तत्र विरोधः अस्ति विरोध एते षड् वा इदानीं षड् नयर्थाः षड् नयर्थाः तत्र तादृशम् अल्पता अभावः विरोधः इति सम्यक् ज्ञातुं शक्यते परन्तु अन्यत्वम् अपि च अप्राशस्त्यं किञ्चित् तत्र अधिक तत्र वक्तव्यं भवति तदा एव अप्राशस्त्यं एवं प्रकारेण षट् नयर्थाः उदाहरणपुरस्सरं प्रतिपादिताः अथ च नयर्थविषये एकांश नयर्थविषये कारिकाद्वयमपि प्रसिद्धं वर्तते पठनीयं वा अनन्तरं तत्र एव पर्युदासविषये अस्ति द्वौ नयौ समाख्यातौ पठनीयं वा प्रायः अरुणा भगिनी अहम् आह्वयामि आम् अरुणा भगिनी प्राप्तं खलु भगिनी तद् करपत्रम् अत्र द्वौ नयौ समाख्यातौ पर्युदासप्रसज्यकौ पक्षामि भगिनि अन्यः प्रायः उषा भगिनी पठेत् भगिनी पठति वा उषा भगिनी द्वौ नयौ समाख्यातौ पर्युदासप्रयुज्यकौ पर्युदासः सदृश प्रसज्यकौ पर्युदासः सदृशग्राही प्रसज्यः तु निषेधकृत् एतदेव स्मरणे आवश्यकं पर्युदासः सदृशग्राही प्रसज्यः तु निषेधकृत् द्वौ नयौ समाख्यातौ पर्युदास प्रसज्यकौ पर्युदासः सदृशग्राही प्रसज्यः तु निषेधकृत् भावः अयं वर्तते यत् द्वौ नयौ प्रसिद्धौ वर्तते प्रसज्यप्रतिषेध नञ् पर्युदास नञ् च पर्युदास नञ् सदृशबोधकः भवति एवं प्रसज्य नञ् निषेधकृत् भवति. तथा च उक्तं पर्युदासः च विज्ञेयः यत्र उत्तरपदेन नै. ओ, पर्युदासः च विज्ञेयः यत्र उत्तरपदेन नै. प्रसज्यप्रतिषेधः प्रसज्यप्रतिषेधः असौ क्रियया सह यत्र नै. पर्युदासः च विज्ञेयः यत्र उत्तरपदेन नै. प्रसज्यप्रतिषेधः असौ क्रियया सह यत्र नै. अस्तु, श्लोकस्य आशयः श्लोकस्य आशयः अयं विद्यते यत् पर्युदासनयः सम्बन्धः उत्तरपदेन सह भवति. अयं नञ् समासे एव भवति. वाट् इस् दट् नियतार्थनिरूपणम्? ओ, दट् इस् फ्रोम् द प्रीवियस्. नञ्समासे एव भवति. अयं नञ्समासे एव भवति. तथा च प्रसज्यप्रतिषेधनयः नयः सम्बन्धः क्रियया सह भवति. तत्र पर्युदासनयः उदाहरणम् अस्ति अब्राह्मणः. पर्युदास उदाहरणम् अस्ति अब्राह्मणः. अत्र नयः सम्बन्धः उत्तरपदेन ब्राह्मणेन सह वर्तते. एवं घटः नास्ति इत्युदाहरणं प्रसज्यप्रतिषेधनयः वर्तते. घटः नास्ति क्रियासह. ओके, उदाहरणे अस्मिन् नञ् इत्यस्य सम्बन्धः अस्ति इति क्रियापदेन सह वर्तते. एवं प्रकारेण वक्तुं शक्यते यत् अर्थदृष्ट्या नञ् निपातः द्विविधः. नञ्निपातः द्विविधः, पर्युदासः प्रसज्यप्रतिषेधः च. यद्यपि अस्य सर्वत्र निषेधार्थः एव, तथापि गौणत्वेन क्वचित् प्राधान्येन च गृह्यते. ओके, ओके, उदाहरणं स्मरामः चेत् सम्यक् भवति. पर्युदासनै इत्यस्य अब्राह्मणः, प्रसज्य इत्यस्य घटो नास्ति. पर्यदास इत्यत्र उत्तरपदप्राधान्यं, प्रसज्य इत्यत्र क्रियया सह अन्वयः भवति. अनश्वः अनश्वः अथवा अब्राह्मणः अब्राह्मणः सादृश्यं, लैक् सो देन् तद्भिन्न तत् सदृश इति अनेन पर्युदास एव भवति. पर्युदास अभावः इति अपापम् इति चेत् देन् पर्युदास वा प्रसज्य प्रतिषेधं वचनेन पाप अभावः. ओके, इति वचनेन पाप अभावः. सो अत्र देन् पापं नास्ति इति खलु भगिनी? पापस्य अभावः. आम् आम्. सो देन् तत्र निषेधकृत् निषेधकृत् खलु? पापः नास्ति इति वदामः, तत्र द्रष्टव्यं भवति खलु पाप कस्मिन् अर्थे इति, तदा एव भवितुमर्हति तत्र कस्मिन् अर्थे. सो निषेधकृत् इत्युक्ते यत्र निषेधः कृतः इत्येव उक्तम्. अभावः वा अन्यत्वं वा अल्पता वा इति तत्र स्पष्टता नास्ति. पर्युदास इस् क्लियर्. पर्युदासः सादृश्यार्थे अब्राह्मणः इति, बट् तत्र प्रसज्य इत्यत्र निषेधः एव कृतः इति. अत्र अधर्मः इति अपि निषेधः एव खलु? अधर्मः धर्मः नास्ति, परन्तु अधर्म इति एकम् अस्ति. बट् अपापम् इति कृते पापं नास्ति, परन्तु रैट् इति सो मेनी थिङ्ग्स् अस्ति. तदपि सत्यं, परन्तु तत्र तस्य विषये किमपि न अग्रे आदेश उपदेशे अशिति नयर्थः अस्ति खलु. तत्र आदेश उपदेशे शिति न इति, तत्र शिति न इति, न इति क्रियया सह भवति. आत् एच् इति अस्ति, न इति क्रियया सह खलु, क्रियासमये भवति. तदेव वा? क्रियया सह यत्र नै इति अनेन प्रसज्य प्रतिषेधः प्रसज्यप्रतिषेधः तत् सत्यं क्रियया सह न शिति इति नास्ति शितित्यस्य नास्ति तत्र नष्टि अस्ति न आदेश इति तत्र क्रिया यदा अस्ति तत् आत् इति तदेव दृष्टवन्तः तत्र उत्तरपदे नास्ति तत् क्रियया सह भवति आत् एच् न इति खलु तत्र शिति परे आत् एच् न इति अतः एव तत्र क्रियया सह भवति न तु शिति इति उत्तरपदे तत्र नयः सम्बन्धः नास्ति तत्र खलु अतः तत्र प्रत्ययस्य प्रसज्यप्रतिषेधः प्रत्ययस्य आवश्यकता नास्ति तत्र यदि आत्मविधि आत्म तत्र निमित्तम् आवश्यकं नास्ति अनैमित्तिकः भवति अनेन सत्यं सत्यं सत्यं तत् सत्यम् आम् तत् सत्यं अर्थवत् अधातु अप्रत्ययः प्रातिपदिकं तत्रैव वयं सादृश्यं तदेव वयम् अत्र दृष्टवन्तः खलु सादृश्यम् इति अस्ति अत्र प्रातिपदिकम् अर्थवत् अस्ति अधातु अस्ति अप्रत्ययः प्रातिपदिकं तत् सदृश तद्भिन्न आं तत्र परिदास एव खलु तत्र परिदास खलु तत्र कोऽपि अन्य तत्र भवेत् क्रिया नास्ति तत्र उत्तरपदेन एव अस्ति अन्वयः उत्तरपदेन एव अत्र परिदासविज्ञे अत्र उत्तरपदेन न इति अस्ति सत्यं तत्र उत्तरपदेन सत्यम् अत्र नै आरोपार्थकत्वं तस्मात् अनन्तरं नै अभावार्थकत्वम् इति अस्ति तद् पठामः अनन्तरं प्रायः तस्य अस्य उत्तरम् अत्र भवेत् महोदय प्रातिपदिकत्वं न न ईमेल् मध्ये प्रेषितं खलु अनौन्स्मेण्ट् मेल् मध्ये अन्ते अस्ति अत्र केवलं नै अर्थः तदेव प्रसज्यप्रतिषेध प्रसज्य प्रर्युदास इति द मेल् विच् वास् सेण्ट् यस्टर्डे भगिनी ऐ विल् शेर् द लिङ्क् वन् मिनिट् ऐ विल् जस्ट् शेर् चाट् बाक्स् ऐ हेव् सेण्ट् भगिनी यु केन् ओपन् इट् तत्र थर्ड् पेज् अरुणा भगिनी पठति वा अरुणा महोदय पठतु महोदय नयः अभावार्थकत्वं नयः अभावार्थकत्वं नैत्यस्य अभावार्थः अस्तु इतः पूर्वं भवान् पठितवान् यत् आरोपितत्वं नयर्थः इदानीं कस्यचित् मते अभावः नयर्थः इति स्वीकरणीया इति अभावः एव नयत् न इति अभावः इति अर्थः स्वीकरणीयः इति यतः घटः नास्ति इत्यत्र घटकर्तृकसत्ताभावः सत्ताभावः इति खलु घटः नास्ति घटकर्तृकसत्ता अभावः खलु तत्र खलु अभावः इत्यर्थः भवति न तु आरोपितसत्तावान् घटः इति आरोपितसत्तावान् घटः इति तत्र घटः नास्ति इति तत्र तादृश आरोपणमिति नास्ति तत्र घटस्य घटकर्तृकसत्ताभावः इति अस्ति घटस्य अभावः इत्येव तथैव अब्राह्मणः इत्यत्र किं भवति आरोपितब्राह्मणत्ववान् इत्यर्थः न भवति आरोपितब्राह्मणत्वान् न भवति अपि तु ब्राह्मणभिन्नः न ब्राह्मणः इति न ब्राह्मणः ब्राह्मणभिन्नः क्षत्रियादि अर्थानां प्रतीतिः भवति अब्राह्मण इत्युक्ते ब्राह्मणभिन्नः इति ब्राह्मणसदृशः इति न अभावः ब्राह्मणत्व अभावः एव अस्ति अत्र अतः अभावः नयर्थः इति मन्तव्यः इति आरोपितत्वं किमस्ति आरोपणम् आरोपितत्वं तु वयं न पठितवन्तः खलु अभावस्य अस्तु तत्र अस्तु अभाव अस्तु इदानीं तत्र अभाव एव अनयर्थः इति मन्तव्यः इति अस्ति केषां मतेन अस्तु तथा च उक्तम् अभावः वा तदर्थस्तु भाष्यस्य हि तदाशयात् इति अस्तु तदर्थः अभावः इति यद् अर्थः अस्ति तद् भाष्यस्य आशयात् इति भाष्यकारस्य आशयात् अयं श्लोकस्य पूर्वार्धः विद्यते तत् किमस्ति तत्र श्लोकः अस्ति वा तत्र अभाव आम् तत्र अस्ति अभावे वा तदर्थो अस्ति भाष्यसि भाष्यस्य हि तदाशयात् विशेषणं विशेष्यो वा न्याय तत् न्यायतः त्ववधार्यताम् अभावः वा तदर्थस्तु भाष्यसि तदाशयात् विशेषणं विशेषयो वा न्यायतः न्यायतः तु अवधार्यताम् न्यायतः तु अवधार्यताम् तर्केण अवधार्य तर्केण भवति इति अस्तु अभावः अस्तु महोदय तत्र एव भावः इति अस्ति तस्य श्लोकस्य तदेकवारं पठतु अनेन वयम् आरोपः इत्युक्ते भावोऽयं वर्तते यत् भावः कुत्र अस्ति तत्र तस्मिन् श्लोकस्य अनन्तरमेव अस्ति श्लोकस्य अर्थः भावोऽयं वर्तते यत् अभावः एकनिमिष अस्तु भावोऽयं वर्तते यत् अस्तु भावोऽहं वर्तते भावः अयं वर्तते यत् अभावः भाष्यस्य इत्युक्ते महाभाष्यस्य तत् अभावपदार्थः नै भवति इति आशयात् तदर्थः नयर्थः स नयर्थः विशेषणं भवति विशेषं वा इति न्यायशास्त्रविचारादीनः वर्तते इति अस्तु भावः अयं वर्तते यत् अभावः भाष्य महाभाष्यस्य तत्र भावः किमस्ति अभावपदार्थः अभावपदार्थ एव नै इति नै इत्युक्ते अभावः इत्येव आशयः तदर्थः नयर्थः स नयर्थः विशेषणं वा भवति अथवा विशेषं वा भवति न्यायशास्त्रविचारादीनः भवति तर्केण एव तत्र एतत् नै इति विशेषणं वा अथवा विशेषं वा इति तर्केण अवगन्तव्यं भवति इति अर्थात् अभावः एव नयर्थः स्वीकरणीयः इति भाष्यमतेन अभावः एव नयर्थः इति भाष्यकारण तत्र षड् प्रकृति इति किमर्थं तत्र उपरि भाष्यकार अनुसारं आरोपः नयर्थः न आरोपितनयर्थः न पुनः स च नयर्थः विशेषं भवति विशेषणं वा इति न्यायसङ्गतः अस्तु तर्केण एव तत्र अवगन्तव्यं भवति विशेषणं भवति विशेषणमपि भवितुमर्हति विशेष अपि भवितुमर्हति इदानीं विचारः प्रस्तूयते यत् आरोपस्य नयर्थत्वं नयत्व स्वीकाराभावे को दोषः इति नयर्थारोप एव इत्यत्र प्रमाणं विद्यते इति अयं कारिका तत्र नैव तद् न आवश्यकम् इति चिन्तयामि तत् आरोपार्थः तु न स्वीकृतः खलु अत्र तु अभावार्थः एव स्वीकृतः तदेव तत्र किमपि दोषः भवेत् मतभेदः भवेत् तदेव परन्तु यदा भवान् उक्तवान् अत्र तु षड् अर्थाः उक्ताः तेषु पर्युदासपरसज्यविषये तु अर्थद्वयमेव पर्युदास इत्यत्र किमुक्तम् इदानीम् अब्राह्मणः सादृशत्वम् अभावत्वं परन्तु अभावार्थः इत्यत्र अब्राह्मणः इत्यस्य उदाहरणमेपि पठितवन्तः खलु इदानीम् आमामां तत्रापि ब्राह्मणत्वस्य अभावः इति ब्राह्मणस्य अभावः एव तत्र ब्राह्मणस्य ब्राह्मणत्व अभावः इति अस्ति ब्राह्मणत्व अभावः अन्येषु अपि भवितुमर्हति खलु प्राणेषु अपि भवितुमर्हति खलु इति अर्थानां प्रतीतिः भवति क्षत्रियादिः अस्तु अस्तु तत्र विशेषणं विशेषः विशेषणं विशेष्यं प्रायः विशेषणं विशेष अनेन एव भवति इति विशेषणत्वं भवति चेत् प्रायः वयं तादृश तत्र अब्राह्मण इत्युक्ते क्षत्रिय वा इति अवगन्तुं शक्नुमः वा अब्राह्मण इति अस्तु विशेषणं किं विशेष्यं किम् इति दृष्ट्वा वा हा आमाम् अब्राह्मण इति तत्र तस्मिन् अब्राह्मण इत्युक्ते तत्र न इति विशेषणं भवति वा ब्राह्मणस्य न ब्राह्मणः इति ब्राह्मणः सत्यं खलु यः ब्राह्मणः नास्ति ब्राह्मण इति विशेष्यं न विशेषणम् आम् आम् अब्राह्मण इत्युक्ते ब्राह्मणभिन्नः इति ब्राह्मणस्य विषये ब्राह्मण तस्य विशेषणमस्ति यः न यः न नास्ति स एव इति खलु प्रायः कटाभावः इति यदा स्वीकुर्मः तत्र अभावस्य विशेषणं कटः इति तत्रापि अभावः नै इति स्वीकुर्मः चेत् विशेषणं कटः अभावः इति विशेष्यं तादृशमपि तादृशं स्वीकर्तुं शक्यते खलु घटाभावः इति अभावः अस्ति इदानीं कस्य इति विशेषणं भवति घटस्य अभावः इति घटः इति विशेषणं भवति खलु अभावः विशेष्यं भवति सत्यं सत्यं प्रायः विशेषणविशेषयोः तत्र भेदः दृश्यते प्रायः तादृश चिन्तनीयं चिन्तयित्वा करणीयम् इति तत्र तादृश चिन्तयित्वा करणीयम् आम् अस्तु तत् पठामः महोदय अभो अभो वा तदर्थोस्तु भाष्यस्य हि तादृश्या तद् पठितवन्तः अस्य पूर्वभागस्य भावः अयम् अस्ति यत् महाभाष्यकार पतञ्जलेः अनुसारं नयतः अभावः एव स्वीकृतः इति अर्थात् निपातानां द्योतकत्वपक्षे अभावः नयर्थः इति बोध्यम् अस्तु अभावः नयर्थः इति अस्तु निपातानां द्योतकत्वे द्योतकत्व अस्तु निपातः अस्ति अभावः निपातः अस्ति अत्र नयर्थः अभावः इति अस्तु बोध्यम् एवं भाष्यकारेण अपि नञ् इति सूत्रभाष्ये कः पुनरसौ नञ् इति जिज्ञासायाम् उक्तम् निवृत्तपदार्थकः नञ् इति अस्तु निवृत्तपदार्थकः इत्युक्ते नि उपसर्गपूर्वकः वृत्तधातोः का प्रत्यये सति निवृत्तशब्दस्य व्युत्पत्तिर्भवति निर्गतः वृत्तिः अस्तु वृत्तः अस्तु यस्य शब्दस्य अर्थः भवति निवृत्तम् अभावः इति अस्तु निवृत्तपदार्थकः इति नञ् इति अतः इत्युक्ते तदा अर्थः अस्ति निवृत्तः वृत्तः इति निवृत्तशब्दस्य व्युत्पत्तिः अस्ति अत्र निवृत्तः वृत्तः इति अभावः इत्येव अतः नयर्थः अभावः इत्यत्र भाष्यवचनमपि प्रामाणिकं वर्तते अतः अभावः नयर्थः इति स्पष्टम् अभावपदेन अभावपदेन एतेषामपि ग्रहणं भवति अग्रे एतेषामपि ग्रहणं भवति अभावः इत्येव नै पदस्य अर्थः एतेषाम् अपि ग्रहणं भवति इति ओ अस्तु तर्हि एतेषां सदृश्यं तदन्यत्वं तदल्पता अप्राशस्तं विरोधश्च नयत्र प्रकृति कथं वा भवति तत्र एक अभाव एव अस्ति खलु तत्सदृशं तादृशम् अभावश्च इति अस्ति तत् अस्तु कथम् इति अग्रे अस्ति प्रायः ग्रहणं भवति इति वदति अभावः अभावः इत्युक्ते किम् इत्युक्ते एतेषामपि ग्रहणं भवति ओके तादृशस्य तत् तादृशम् अस्तु तत्र तस्य अभावः तदन्यत्वं तदल्पता एतदपि अस्तु एतेषां षण्णां नयर्थानां क्रमेण उदाहरणानि पूर्वमेव भवता पठितानि तादृशादयः नयः तात्पर्य तत्पर्यार्थाः पर्यायार्थाः अस्तु सन्ति न तु वाच्याः अस्तु पर्यायार्थाः सन्ति तात्पर्यार्थाः एव खलु तात्पर्यार्थाः सन्ति न तु वाच्याः अतः भाष्यवचनेन स्पष्टं भवति यत् अभावः नयर्थः इति अस्तु तादृशादयः नयः तात्पर्यार्थाः खलु अत्र ते तात्पर्यार्थः तदेव भवति ते अपि अभावार्थः एव इति खलु सत्यम् अभावः एव तत्र मुख्यार्थः इत्युक्ते न तु वाच्याः एतत् तात्पर्यार्थः इत्युक्ते यदा किं वदामः लाक्षणिकार्थः वाच्यार्थः न भवति अभावः स्पष्टतया वयं यदा एकवारं पठामः तस्य अभावः इति वक्तुं शक्नुमः अब्राह्मणः अथवा घटो नास्ति इति अत्र परन्तु तद् घटो नास्ति अब्राह्मणः सादृश्यादयः वा इति तात्पर्यं दृष्ट्वा एव अर्थः अवगन्तुं शक्नुमः किं वदामः एतद् वाच्यः लाक्षणिकः किमपि अस्ति खलु तत्र ते त्रयः अर्थाः तेषु तात्पर्यार्थः एव न तु वाच्येन वक्तुं शक्नुमः अतः भाष्यवचनेन स्पष्टं भवति यत् अभावः नयर्थः इति यदा अमनुष्यः इति कथनेन मनुष्यभिन्नाः पशवादयः गृह्यन्ते इति अस्ति अत्र अमनुष्यः इति वदनेन तत्र मनुष्यभिन्नाः पशवादयः गृह्यन्ते अहं सत्यम् अब्राह्मण इति कथनेन ब्राह्मणभिन्नानां क्षत्रियादीनां बोधः भवति अतः अभावः नयर्थः इति सम्यक् एव मनुष्य अमनुष्य इति वदामश्चेत् तत्र पशवादयः भवन्ति न तु वृक्षादयः खलु अत्र सत्यं यत् एतेषां तत्र चेतनमस्ति चेतनं नास्ति किमपि स्पन्दनमस्ति वा तादृश गतिः भवति तादृश पशवादयः गृह्यन्ते अब्राह्मण इत्युक्ते मनुष्यादयः मा ब्राह्मणभिन्नः क्षत्रियादि अन्ये जातीयाः इति क्षत्रियादीनां बोधः भवति इति अभावः नयर्थः इति अस्तु किञ्चित् स्पष्टमस्ति इदानीं तत्र सत्यं किञ्चित् आं किञ्चित् स्पष्टम् अस्ति नैस् हलो भगिनि नैस् करपत्र नैस् गङ्गायां घोषः लाक्षणिकानि भवन्ति खलु तत्र सूत्राणि लाक्षणिकानि लाक्षणिकादृश आम् आम् सत्यम् तद् गङ्गायां घोषः इत्यस्य उदाहरणं सर्वदा ते प्रस्तूयन्ते तत्र गङ्गाशब्दस्य कः अर्थः तत्र गङ्गायां घोषः इत्युक्ते पवित्रतमः इत्येव अर्थः वाच्यार्थः न स्वीकर्तुं शक्यते गङ्गानदी तीरे घोषः इति किं महोदय गङ्गा नद्यां नास्ति गङ्गा तीरे तीरे तीरे अण्ड् वै गङ्गा इति पदम् इत्युक्ते पवित्रतां सूचयति तद् इति तत्र लाक्षणिकः वाच्यार्थः लाक्षणिकः इतोपि एकः मुख्यार्थः वा मुख्यार्थस्य बाधा तादृशं भवति एतत् सर्वं पुनः पठनीयम् अदर्वैस् दट् औट्सैड् अलोन् यु विल् रिमेम्बर् तत् अर्थः तद् विस्मरणं भवति एकवारं पठनेन किञ्चित् अवगम्यते इति भासते पुनः अनन्तरं पुनः भाति सत्यम् एतदेव प्रसज्य पार्युदास एव वयं त्रिवारं चतुर्वारं पठितवन्तः कदापि इतोपि किञ्चित् इतोपि पठनीयम् इत्येव अस्ति तत्र शास्त्र तादृशमेव खलु बहु गहना भवति अत्र तेषां चिन्तनं सत्यम् एकैकस्य पदस्य वर्णस्य सत्यं कुर्वन्ति तादृश इदानीं खलु किञ्चिदेव तत्र गूगुल् अथवा चाट् जिपिटि कृत्वा इति तेषां तादृशमासीत् खलु तत् सम्यक् तादृशचिन्तनमिति इन्डेप्त् भवति इन्डेप्त् सत्यं फोकस् अधिकम् आसीत् महोदय इदानीं फोकस् अस्माकं तादृशं नास्ति चिन्तनं नास्ति खलु चिन्तनं तेषां चिन्तनं मननं कुर्वन्ति खलु तत् ते तपः कुर्वन्ति एतत् तेषां दर्शनम् इति एव खलु व्याकरण सत्यं सत्यं इदानीम् अस्तु एतत् स्पष्टमस्ति चेत् अस्माकं करपत्रं प्रति गच्छामः. ब्राह्मणः इति धर्मः आरोपितमेव मनुष्ये मनुष्यस्य कृते. सत्यम्. आम् जाति जाति अस्ति स्वीकुर्मश्चेत् 641 ओ 641 ऐ वास् आरोपार्थकत्वम् इत्येव प्रथमं पठितव्यम् अनन्तरमेव षडार्था ओके ओके अभावार्थे एव अस्तु. सत्यम्. अस्तु वयम् अस्माकं करपत्रात् पठामः. अस्माकं करपत्रे गुपू दातु सो तत्र अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यत्र पर्सज्यः वा प्रद्युदासः वा इति प्रश्नः आसीत्. तत्र वयम् उपदेशे अनुदातः यः ऋतुपदः तस्य अम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे इत्येव तस्य अकितिप्रत्ययपरे इति आसीत् खलु अकितिप्रत्ययपरे इति तत्र जलादि अकित्प्रत्ययपरे अत्र प्रसज्य परिदासः अस्ति खलु. तदेव वाक्यद्वयं करणीयं सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति. उपदेशस्य एजन्तस्य धातोः आत्वं भवति क्षितिप्रत्यये परे न भवति इति तत्र वाक्यद्वयं यदा कुर्मः तदा वयं पर्युदासः खलु. विधेयप्राधान्यम् इति तत्र विधेयप्राधान्यं भवति तत्र खलु. विधिः अस्ति करणीयं तत्र परन्तु खलु तत्र तादृश. आं सत्यं. न तु क्षिति इति उपदेशे एजन्त तद् देश उपदेशे क्षिति एतत्तु चलादौ किति प्रत्यये परे न भवति इत्येव खलु. आम् कुत्र आदेश न तत्र तत्र अत्र जलाद अकिति कुत्र भगिनि तत्र एतत् वदति वा अनुदातस्य इट् इस् इन् अवर् करपत्र सेकेण्ड् तत्र प्रश्नः उदेति दृप् दृप् इति द्वौ धातु वेटौ इति भागः अस्ति खलु. तृप् दृप् इति द्वौ धातु वेटौ तृप् दृप् इत्येतौ द्वौ धातु वेटौ सो तत्र प्रश्नः उदेति इति प्रथमपरिच्छेदः बाध्यबाधकभावप्रसङ्गः. द्वितीयप्रश्नः अन्यः प्रश्नः उदेति अनुदात्तस्य चर्दुपदस्य अन्यतरसाम् इति सूत्रे प्रसद्यप्रतिषेधः वा पर्युदासप्रतिषेधः वा इति प्रश्नः. अहं तत्रैव अस्मि बट् ऐ कुडन्ट् फिगर् इट् औट् ओके. तृप् दृप् इत्येतौ द्वौ धातु वेटौ. तृप् दृप् इत्येतौ धातु द्वौ धातु प्रथमपङ्क्ति अनन्तरं महाभाष्ये दीयते यत् हलन तस्मात् अनन्तरं तस्मात् अनन्तरं ओके तस्मात् अनन्तरं दट्स् वाट् लास्ट् वीक् आल्सो तत्र पुनः पुनः तदेव विषयः अत्र प्रश्नः उदेति यत् अनुदात्तस्य चर्दुपदस्य अन्यतरस्य तस्य द्वितीयपरिच्छेदः अन्यप्रश्नः उदेति तत्र प्रसज्य वा पर्युदासः वा इति प्रश्नः आसीत् खलु. तत्र तेनैव उक्तम् उपदेशे अनुदातः यः ऋतुपदः तस्य आम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे इति सूत्रार्थः. अनन्तरं मध्ये कुत्र पठितं मया तत्र अत्र जलादौ अकिति प्रत्यये परे इति अकिति इति उक्तं तत्र नै इति उत्तरपदेन गम्यते तत्र अकिति इति खलु अकिति इति अतः तत्र अकिति अकितिप्रत्ययपरे इति तत्र क्रिया नास्ति अकितिप्रत्ययपरे भवति इति तथा उत्तरपदेन नै इति अतः परिदासः परिदासः भवति एव खलु. प्रसज्य तदेव खलु प्रसज्य न पर्युदासः जलादौ किति प्रत्यये परे न भवति न भवति इत्यनेन क्रियया सह अन्वेति खलु नै अत्र अपि च तादृश अर्थे अस्ति अत्र अकिति इति तादृश तद्भिन्ना तद् सदृश इति तत्र जलादिः भवेत् तत् अजादिः न भवति यद्यपि अकित् अजादिः अस्ति चेत् तत् न भवति तर्हि सादृशार्थे नै इति वक्तुं शक्यते सादृश्यार्थे नै परिदासः परिदासः इदानीं किञ्चित् स्पष्टमस्ति खलु Until we again start reading. Get confused again. Ma'am, we have to read it again. Ketadeva asit prashna hakata pate. Paryudasaka eva svikartavyaha iti asti. इदानीं गुपु धातुः पठामः एतत् प्रश्नाः तु गतपाठे एव वयं चर्चितवन्तः अरुणा भगिनी गुपु धातु प्राप्तं वा प्राप्तं भगिनि पठतु भगिनि गुपु धातुः स्वरितसूति श्रूयति गुणि उदितो उदितो वा इति सूत्रं स्वरितसूति श्रूयति गुणि उदितो इति सूत्रेण शब्द उपतापयोः शब्द उपतापयोः सूङ् प्राणिगर्भविमोचने अदादिगणे सूङ् प्राणिप्रसवे दिवादिगणे क्वि कम्पने स्वादौ क्रयादौ च अपि च येषाम् उकारन्तस्य उकारस्य इत्सञ्ज्ञका एभ्यः सर्वेभ्यः धातुभ्यः परस्य बलादेः आदिधातुकस्य वा स्यात् नूतनकुपुधातुविषये नूतनसूत्रमस्ति परति सूचि श्रूयति धू गुञ् उदितो वा सूत्रम् इति अत्र धातु सूचते स्रु धातु शब्द उपतापयोः सूङ् प्राणगर्भविमोचने अदादिगणे धातुः सूङ् प्राणिप्रसवे दिवादिगणे गुणि धातु कम्पने स्वादिगणे क्रयादिगणे च अपि च येषाम् उकारस्य इत्सञ्ज्ञः तेभ्य सर्वेभ्य धातुभ्य परस्य फलादि आजधातुकप्रत्यस्य इद् वा स्यात् अत्र गुञ् इत्यादि धातवः उकारान्तधातवः अत्र धातुतः फलादि आजातुकस्य पदे इदागम विकेन भवति इति सत्यम् अग्रे भगिनि अतः स्वभावतः गुपु धातुः वेट् तदा गुपु धातोः आयप्रत्ययः गुपु धूप विक्षिप्पणिफलिभ्यः आयः इति सामान्यसूत्रेण नित्यः परन्तु आददातुके अयादय आददातुको वा इत्येन विकल्पेन आय इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेका अतः सेत् गुप्पु धातु सामान्यतः वेट् धातः स्वभावतः तत्र सूत्रद्वयमस्ति आयप्रत्यय विधीयते प्रथमं सूत्रमस्ति धूप भगिनि धूप विच्छिन्न फणिफणिभ्य आयः आयः विधीयते सामान्यं सामान्यसूत्रमस्ति नियुक्तमस्ति अन्यसूत्रमस्ति आर्तदातिके आयादय अददातुके वा इति सूत्रेण विकल्पेन आय इति धातुप्रत्यये विधीयते तत् कारणात् धातुः अनेकात् भवति अनेकात् धातुः अस्ति चेत् पेट् भवति सत्यम् आया प्रत्यय सूत्रद्वयं दृष्ट्वा विधीयते आदयः अददातुके वा इत्यनेन आददातुकप्रत्ययस्य विवक्षायां स्वात्ते आयप्रत्ययविकल्पेन भवति तव्यतुमुन्तुष् इति प्रत्ययाः आददातुकसञ्ज्ञकाः अतः येषु परेषु आयप्रत्ययविकल्पेन विधीयते अधुना सूत्रद्वयं आयादयः आददातुके वा सूत्रम् अत्र विवरणं दत्तम् सूत्रं वदति आदुदातुकप्रत्यय विषये स्वार्थार्थे प्रत्यय आयप्रत्यय विकल्पेन भवति अतः तव्यत्वमुदृच् प्रक्रियायां तत् प्रयोजनं कुर्मः गुरु गुप् योगः आय सुगन्तलघुपद्रस्य च इति गोपा गुणः भवति गो इक्वर्णस्य गोपाय गोपाय अनेका अतः अयं धातुः सेट् गोपाय योगः इतव्य असो लोपः इत्यनेन अदन्ताङ्गस्य अश्व अकारो लोपो भवति धातुकाभ्यते गोपाय इतव्य गोपायितव्य अधुना सूत्रं गोप्युगः आय प्रत्यय योजनेन प्रथमं गुणः भवति गोपाय भवति गोपाय इति अनेका च अस्ति अतः शेट अस्ति इदात्मा भवति तव्य प्रत्यये विषये गोपायातव्य प्रथमम् अतो लोपः इति सूत्रेण अकारलोपः भवति गोपाय इतव्य गोपायितव्य इति रूपं भवति तदेव गुप्योगः आय इत्तुं गोपायितुं गोपायितुं गोपायितृ गोपायितृ गोपायिता गोपायितृ सत्यम् यस्मिन् पक्षे आय इति धातुपथे न विधेयते स्वभावतः गूपु धातुः वेट् ओके आयपथ्य नास्ति चेत् गूपु धातुः वेट् भवति रूपद्वयमपि भवितुमर्हति इदादिपक्षे गोप्यवेत्तव्य पुगन्तलघुपद्यसेकेण्ड् गुणा गोपायितव्य गोपायितव्य गोपाय गोपयितव्य एव गोपितव्य एव यकारः नास्ति खलु गोपितव्यः गोपितुं गोपितृ गोपिता गोपि गोपितृ अनादि अनादि अनिदादिपक्षे अनिदादिपक्षे गोप्य भवितव्य केवलं गुणकार्यं भवति गोप्तव्य गोप्तव्य गोप्तुं गोप्तृ गोप्ता गोप् गोप्तृ इति रूपं भवति अतः रूपत्रयं प्रथमं अयादेशः अस्ति चेत् अत्रापि विकल्पेन अतः रूपद्वयम् अस्ति अत्रापि गोपय अयादय आर्धधातुकवे इति एव विकल्प वैकल्पिकसूत्रम् अयादयः आर्धधातुके इत्यनेन अय इति विधीयते इति कारणेन इदानीम् अनेकाचित्यनेन सेट् भवति सेट् भवति चेत् तत्र गोपितव्यम् इति एकमेव रूपं यदा अय इति न विधीयते तत्र वेट् भवति वेट् इति कारणेन इडादिपक्ष अनिडादिपक्ष इति तत्र रूपद्वयं गोपितव्य गोप्तव्य अधुना पठतु भगिनि अयादया आददातुके वा इति सूत्रविवरणम् अत्र दत्तम् आददातुकप्रत्ययस्य विवक्षायां स्वात्ते आयप्रत्ययः विकल्पेन भवति आयाय आदिषु त्रयः प्रत्ययाः अन्तर्भूताः आय इयं निङ् आय आदौ येषां ते आयादयः आयादयः प्रथमान्तम् आददातुके तत्तन्यन्तं वा अभेपदं पिपदविदं सूत्रं धातोः प्रत्ययः पराश्रितेषाम् अधिकारः अनुवृत्तिसहितसूत्रं आददातुके धातोः अयादयः वा प्रत्ययाः परस्य सूत्रं वदति आददातुकप्रक्रियायां धातुतः आयप्रत्ययविकल्पेन विधीयते विवरणमस्ति आय इत्यनेन अत्र त्रीणि शब्दानि सन्ति त्रयशब्दाः सन्ति प्रथमम् आय इयं नि अतः वयं पठितवन्तः आयादयः ददाति आय आगच्छति आया इति अनेकात् अतः चेत् ततो लोपः इति सूत्रम् अदन्ताङ्गस्य ह्रस्वाकारो लोपो भवति आर्धधातुकप्रत्यये परे येन विधिदन्तस्य अचनेन अतः अङ्गस्य नाम न केवलं ह्रस्वाकारः इत्यस्य इति अङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अनुवृत्तिसहितसूत्रं पठतु भगिनि एतत् परिचितः एव अनुवृत्तिसहितसूत्रं अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अत्र अङ्गे अप् अस्ति अन्ते अर्थस्य लोपः भवति आर्धधातुक परे उपदेशावस्थायां सम्यक् एतदेव गुप्पु इति धातोः विषये आय आयादय आर्धधातुके वा सी वन् तर्टि वन् इति सूत्रेण तत्र आय इति प्रत्ययः विधीयते अनन्तरम् अनिडादिपक्षे इडादिपक्षे इति अतः रूपत्रयं भवति सम्यक् धन्यवादः भगिनि उषा भगिनि वेट् धातु मम मैक् वाल्यूम् सम्यक् एव अस्ति सम्यक् चुरादिगणे ओके इत्युक्ते बहु अधिकम् अस्ति चुरादिगणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोकितम् आसीत् णिच् प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति ओके यथा कथयोगः णिच् कत् वयं दृष्टवन्तः गृहयोगः णिच् गृहयोगः णिच् गृह् अतो लोपः केवलम् अतो लोपः इत्यस्य उदाहरणानि तावदेव त्रप् इति वेट् धातुः इडादिपक्षे त्रप् योगः ईतव्य त्रपितव्य एवमेव इडादिपक्षे एवमेव त्रप् योगः ईतुं त्रपि त्रपितुं त्रपितृ त्रपिता भवति अनिडादिपक्षे त्रप् योगः तव्यत् इडागमः नास्ति त्रप् तव्य त्रप्तव्य एवमेव त्रप्तुं त्रप्तृ बिकम्स् त्रप्ता स्वरति सूति सूयति घूमि ऊदितो वा इति सूत्रेण येषां धातूनाम् ऊकारस्य ईत्संज्ञा एभ्यः सर्वेभ्यः धातुभ्यः परस्य बलादेः आर्धधातुकस्य ईड्वा ईड्वा स्यात् अस्तु त्रपूष् इति धातुः ऊदित् अस्मात् धातोः इडागमः अतः अस्मात् धातोः इडागमः वा भवति वेट् धातु इति अस्तु कृप् इति वेट् कृपू कृपू इति वेट् धातु ऊ अस्ति कृपू ऊकारान्त अस्ति इत्यनेन ऊकारस्य इत्संज्ञा अस्ति येभ्यः धातुभ्यः अस्माकं परिचितं सूत्रमेव कृपो रोलः कृपु इति वेट् धातु कृपो रोलः कृप् धातोः रेपस्य लकारादेशः भवति सूत्रं स्वयं सम्पूर्णं कृपः उः कृपः रः लः इदं सूत्रं वयं दृष्टवन्तः बहुवारं अस्मिन्नेव करपत्रे आसीत् इति मम चिन्तनं द्वितीयवारं वा तृतीयवारं वा पठामः अत्र कृपु इति ऊकारान्तदातु अस्ति इत्यनेन वेट् सत्यम् ओके कृपो रोलः इति सूत्र भ्वादिगणे अपि वयं दृष्टवन्तः खलु भगिनि सत्यं कृपो रोलः परन्तु सूत्रं सो मेनि कृपो रोलः इति सूत्रेण 8 to 18 ओके सो त्रिपाद्याम् अस्ति कृपो रोलः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेशः अपि च कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृश आदेशः भवति यत्र कृप् धातोः उपधायाः गुणः भवति कर्प् इति तत्र रेपस्य स्थाने लकारादेशः अतः कल्प् इति फलम् यत्र उपधागुणेन न भवति यत्र उपधागुणः न भवति यत्र उपधागुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लृकार आदेशः अतः कृप् इति फलम् अस्तु कृपोरोलः इति सूत्रेण यत्र कृप् धातोः उपधायाः गुणः अस्ति कर्प् इति भवति तत्र रेपस्य स्थाने लकारादेशः ओके अनन्तरं कल्प् इति फलम् अतः कल्प् इति फलम् यत्र उपधागुणः न भवति उपधागुणः न भवति कृप् इत्यस्य ऋकारस्य स्थाने लृकारादेशः कृप् इति भवति ऋकारस्य स्थाने लृ कृपोरोल्लः त्रिपाद्या अग्रिमसूत्रमस्ति तासि च कृपः कृप् धातोः परस्य परस्मैपदसंज्ञक तास् च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति तासि च कृपः कृप् धातोः परस्य परस्मैपदसंज्ञक तास् च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति नाम केवलम् आत्मनेपदसंज्ञक तासः च आत्मनेपदसंज्ञकसकारादि आर्धधातुकप्रत्ययस्य इडागमः भवति अनुवृत्तिसहितसूत्रं कृपः परस्मैपदेषु आर्धधातुकस्य इड् वलादेः च तासि न न आर्धधातुकस्य इड् वलादेः न तासि से च ओके सो कृप् धातुः उभयपति इति वा उभयपति इति चेत् परस्मैपदेषु आर्धधातुकस्य इड् बलादेः इडागमः नास्ति अपि च तासि इति प्रत्ययः परः अस्ति चेत् आर्धधातुकप्रत्ययः तासि अपि च से इति अस्ति चेत् अपि इडागमः नास्ति परन्तु आत्मनेपदसंज्ञक धातु सकारादि आर्धधातुकप्रत्ययस्य कृते इडागमः भवति अस्तु अस्तु भगिनि आत्मनेपदी एव अस्ति परन्तु विशिष्टसूत्रेण तत्र परस्मैपदी भवति खलु ऋटि च कृपः इति अग्रे अस्ति खलु ओ ओ ऐसे तत्र सर्वत्र न ओ लुटि च कृपः लुटि च कृपः इत्यनेन तासि अपि भवति तत्र ओ तत्र देन् परस्मैपदी लुटि च वयम् अस्माभिः पठितं खलु तत्र लुट्लकारे एतदस्मि पठितम् ओ लुट्लकारे वयं दृष्टवन्तः ओके लुटि च क्लुपः सत्यम् आं भगिनि पठतु लुट्लकारप्रसङ्गे वयं दृष्टवन्तः यत् कृपु धातुः उपदेशे आत्मनेपति उपदेशे आत्मनेपति किन्तु लुटि च क्लृपः इत्यनेन स्य स्यन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपति अपि भवति य स्यन् तास् अस्तु अतः लुटि परस्मैपते इडागमः अभावे कल्प्ता परस्मैपते इडागम अभावे कल्प्ता आत्मनेपते इडागमे सति कल्पिता लुटि च कृपः तत्र परस्मैपदे आत्मनेपदे अपि प्रथमपुरुषसामान्य तत्र सामान्यरूपं भवति तत्र एकमपि कल्पिता कल्प्ता इति तत्र वेट् अस्ति खलु आत्मनेपदे अपि परस्मैपदे अपि अनिच् अस्ति इति कृत्वा कल्प्ता कल्प्तार कल्प्तार इति भवति परन्तु मध्यमपुरुषे उत्तमपुरुषे भिन्नः भवति खलु परस्मैपदी भिन्ना आत्मनेपदी भिन्नः अतः एव कल्प्तासि इति कल्प्तासि इति परस्मैपदी भवति तत्र किं कल्पितासे कल्प्तासे आमां तत्र भिन्नः कल्पितासाते कल्पिता कल्पितासाते कल्पिताद्वे कल्पिताद्वे कल्प्तात्वे कल्प्तात्वे सूत्रं परिचितमस्ति प्रयोजनं भवति अत्र ता इति प्रत्ययेन बोधं बट् यादेश्वर गिवन् द मध्यमपुरुष अण्ड् उत्तमपुरुष अतः लुटि परस्मैपते इडागम अभावे कल्प्ता आत्मनेपदे इडागमे सति कल्पिता तातारौ तारः इत्यनेन अस्तु कृप् पुगन्तलघुपदस्य च इत्यनेन कर्प् भवति कर्प् इति कल्प् भवति कृपोरोलः कल्पिता आत्मनेपदे कल्पिता आत्मनेपदे अस्ति चेत् परस्मैपदे तासी च कृपः इत्यनेन इडागमनिषेधः अतः कल्प्ता ओके तासी च कृपः इदानीं वयं दृष्टवन्तः परस्मैपदे कृते आददादिकस्य बलादेः न तासि सेच् सो अत्र तासि सेच् न तासि सेच् बट् कल्प्ता इति ता लुटि लुटि इत्यनेन ओके लुषु प्रत्ययेषु अयं कृप् धातुः विकल्पेन परस्मैपति अपि भवति ओके स्त्यस्यन् तास् ओके अत्र अत्र कल्प्ता कल्प्ता अस्य इति अत्र वा कल्प्ता इति लुट् नाट् लुट् खलु लुट् कल्प्ता इति लुट् लकारे तत्र कल्प्ता कल्तार कल्तार इति परस्मैपदी आत्मनेपदी कल्पिता कल्पितार कल्पितार अपि च पुनः कल्प्ता कल्तार कल्तारः इति अत्र किमर्थम् इति दट्स् आल् दे हेव् गिवन् ओके पूर्वं ओके कल्प्ता कल्पिता या आत्मनेपति सो ओके इट्स् नाट् सेयिङ्ग् डिफ्रेण्ट् ओके कल्तारः इत्येव अस्ति कल्प्तासि कल्प्तास्तः कल्प्तास्त कल्प्तास्मि कल्प्ताः कल्प्तास्मि इति परस्मैपदी आत्मनेपदी रूपद्वयं कल्पिता कल्प्ता समानमेव यदा अत्र तारौ तारः तासे कल्पितासे कल्प्तासे तत्र एव परस्मैपदी आत्मनेपदी भेदः दृश्यते भेदः कल्पितासाते कल्पि कल्प्तासाते कल्पिताद्वे कल्प्ताद्वे कल्पिताहे कल्प्ताहे कल्पितास्वहे कल्प्तास्महे कल्पितास्महे कल्प्तास्महे किं सूत्रमासीत् लुटि च कृपः लुटि च कृपः लुटि उक्तं तत्र स्या अपि च तत्र पूर्वसूत्रात् तद् अनुवृत्तिः आगच्छति स्या सन् सन् सत्यम् 1393 अस्तु ओके तव्यत् तुमुन् तृच् इत्येतेषु त्रिषु प्रत्ययेषु स्वरति सूति सूयति गुहि उदितो वा इति सूत्रेण कृपू धातुः वेट् भवति तव्यत्तुमुन् तृच् इत्येतेषु इडादिपक्षे कृप् योगः इतव्य पुगन्तलघुपदस्य च कर्प् योगः इतव्य कृपोरोलः इत्यनेन कृप् धातोः रेपस्य लकारादेशः कल्प् योगः इतव्य कल्पितव्य एवमेव कृप् योगः इतुं गुण अपि च कृपोरोलः कल्पितव्यं नास्ति कल्पितुम् कृप् योगः इतृ कल्पितृ सो कल्पिता कल्पिता भवति ओके अनिडादिपक्षे कृप् योगः तव्यत् पुगन्तलघुपदस्य च इत्यनेन कर्प् योगः तव्य कृपोरोलः इत्यनेन कृप् धातोः रेपस्य लकारादेशः कल्प् योगः तव्य अनन्तरं करि च इत्यनेन चर्त्वं कल्प् तव्य चर्त्वम् अत्र न परिवर्तनं भवति कृप् योगः तुमुन् तथा एव कृप् योगः तुमुन् कल्प्तुं भवति कृप् योगः तृच् कल्प्तृ कल्प्ता भवति कल्प्ता कल्प्तारौ कल्प्तारः प्रथमाविभक्ति इति कृप् धातुः कृपु इति ऊदित् धातुः केवलं लुट् लुटि च क्लिपः स्मर्तव्यं तत् विकल्पेन परस्मैपदी भवति स्वभावतः आत्मनेपदी लुटि च क्लिपः अस्तु अस्तु भगिनि धन्यवादः महोदय बकारान्तधातवः पठति वा भकारान्तधातवः एका च भकारान्तधातवः त्रयः धातवः अनिटः त्रिषु अपि सामान्य हलसन्धिकार्याणि अत्र प्रथमकार्यमस्ति तत्र दशस्ततोः दह अधः इति सूत्रेण तथ इत्यनयोः स्थाने दकारादेशः भवति सूत्रमस्ति दशस्ततो दो दह इति तत्पाद्यां द्वितीयपादस्य चत्वारिंशत्तमं सूत्रमस्ति दशोत्तरस्य तकारथकारयोः स्थाने धकारादेशः भवति धा धातुं वर्जयित्वा इति सूत्रं स्वयं सम्पूर्णं दशः ततोः दः अधः इति तत्र तकाराधिपत्ययस्य धकारादेशः भवति बकारः जष् इति कृत्वा तत्र तदा जलां जषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः भवति इदानीं तत्र जष् अस्ति तत्र तस्य जस्त्वं भवति जलां जष् जषि इति सूत्रेण जलां स्थाने जषादेशः भवति जषि परे इति स्थानेन्तरम् इत्यनेन जष् वर्णेषु वर्णनिर्धारणं करणीयं भवति अनुवृत्तिसहितसूत्रमस्ति जलां जष् जषि इति संहितायां यदा यब् योगतव्यत् तत्र यब् तत्र जषस्ततो दोधः इत्यनेन तत्र यब् योगधव्य अनन्तरं जलान् जषि इत्यनेन यब्धव्य एवमेव यब्धुं यब्धा इति तत्र सर्वत्र अनेक अस्ति एतत् तथैव रब् धातुः अपि अस्ति तत्र रब् योगधव्य तत्र रब् योगधव्य रब् रब् योगधव्य रब् धव्य रब् धव्य रब्धुं रब्धा इति तथैव लब् धव्य लब्धुं लब्धा इति तत्र अनिटदातु अनिटदातु अग्रे महोदय अग्रे एकः बकारान्तः वेट् लुभु धातुः लोभे वा लुभु इति लोभ इडादिपक्षे लुभु इत्यत्र इतव्य तत्र गुणः पुगन्तलघुपदसूत्रेण लोभितव्य लोभितव्य इति भवेत् एवमेव लोभितुं लोभिता इति अनिरा अनिरादिपक्षे कश्च तत्र जषत्ततो दोधः इत्यस्य प्रसक्तिः अस्ति. पूर्वम् उगन्तलघुपदस्य इति इत्यनेन गुणः लोभयोग तव्य लोभयोग धव्य अनन्तरं लोब्धव्य इति जत्वम्. एवमेव लुभयोग तुमन् तत्र लोब् लोब् तत्र लोभ् खलु लो लोब्धुम् इति भवति लोब्धा इति तत्र त्रिचि लुब्धान्तोः सकारद आधात्तुकप्रत्ययेषु इडागमवैशिष्ट्यम् अत्र लुब् इति अस्ति खलु अत्र इडागमः विकल्पेन भवति इति अस्ति कीशसः लुबर् लुबरिषः इत्येन तत्र लुब इति अस्ति तत्र वयम् अस्माभिः दृष्टं पूर्वम् ईषु धातुः सुधादिगणे अपि च क्रयादौ अस्ति तत्र सः अपि लुब् ऋष् ऋष् एतेभ्यः पञ्चभ्यः धातुभ्यः सकाराद् आधात्कप्रत्ययः विकल्पेन इडागम इडागम अनुकूलाः अनेनैव तत्र वेट वेट् इति वयं ज्ञातुं शक्नुमः. लुब् इति धातुः ईशसः लुब ऋष ऋषः इत्यनेन वेट् एतत् उदित् नास्ति रदादि नास्ति नास्ति निराकुशः अपि नास्ति अतः एतद् एतदेव तत्र प्रधानानि सूत्राणि एते एव खलु तत्र तीशसः उक्तवान् पूर्वं तत्र निरकुशः इति एतदेव तीशसः लुबरुष इति निरकुश एक एक एव सत्यं तथैव पठनीयं समापयामि वा तव्यन्तुमुन् तृच् प्रत्ययः तकारादार्धातुकप्रत्ययः अतः तेषां विकल्पेन इडागमः भवति एभ्यः पञ्चभ्यः धातुभ्यः तत्र इष् धातुः तत्र गुणः एष योगतव्य स्तुत्वम् एष्टव्य इति तत्र अनेकपक्षे सेट् पक्षे एषितव्य इति भवेत् तस्य सः इत्यस्य सेट् पक्षे सहितव्य इति भवति परन्तु तत्र इदानीं सहयोगतव्यत् तत्र सः इति तत्र धत्वं होडः इति षड्योग तव्य अनन्तरं जला तत्र जषत्ततोदोधः षड्योग धव्य अनन्तरं स्तुत्वं षड् योग धव्य इदानीं तत्र ढोडेलोपः षड्ढव्य इदानीं ढोडेलोपे कृते तत्र अकारस्य सहि बहोः ओत् अवर्णसेचरेण सोढव्य इति भवति परन्तु तद् विकल्पन् वैकल्पिकरूपे कुत्रापि तकारः किमर्थं नास्ति कुत्र कारादि आर्द्रदत्त विकल्पेषि न भवति सर्वत्र तकारलोपः कृतः अहमपि भगिनि करपत्र तदेव तीश सह लुब इत्यनेन विकल्पेन इडागम अनुकूलः एव भवति खलु कथं वा इकार तकारलोपः जातः इति मम तु भ्रमः एव जातः. एकस्मिन् स्थाने अस्ति चेत् टङ्कणदोषः इति अस्तु पूर्णतया नास्ति खलु अतः एव मया हो हो सकारलोपः जातः अनेनैव लोब्धव्यः लोभितव्यः रोष्टव्यः रोषितव्यः रेष्टव्यः रेषितव्यः इति रूपाणि भवन्ति तथैव तत्र त्वमुन् त्रिचि इति एवमेव भवति. पूर्वं तद् यत् कङ्कणदोषाः सन्ति केनापि समीकृतम् आसीत् इदानीं ते त्यक्तवन्तः इति चिन्तयामि. समीचीनं. मकारान्तदातवः अग्रिमसप्ताहे पश्यामः वा? अस्तु अस्तु. तद् इतः परं केवलं रूपाणि एव, एकस्मिन् स्थले एव अचः परस्मिन् पूर्वविधौ आगच्छति. तदपि वयं पूर्वं दृष्टवन्तः, परन्तु पूर्णतया पठनीयमेव. तद् यदा आगच्छति तद् बहु पूर्वं, तद् किं सुदादिगणे वा कस्मिन् गणे पठितवन्तः? कथादातु समये पठितवन्तः. सुरादिगणे पठितवन्तः, सत्यं सुरादिगणे पठितवन्तः. सो प्राबब्लि 4 years बेक् ओर् सम्थिङ्ग्. अतः तस्मिन् समये पुनः पठामः. एतत् सर्वं केवलं साधनमेव. अग्रिमसप्ताहे मम तु अग्रिमशनिवासरे परीक्षा अस्ति, पश्यामि. अहं सूचयिष्यामि. इफ् ऐ डोण्ट् कम् यू केन् आल् गो अहेड् एण्ड् रीड् द अदर् धातु. केवलं रूपसाधनं, गतपाठे यत् पठितवन्तः तदेव अस्ति. सो वी केन् प्राबब्लि कण्टिन्यू आन् 24th. मम परीक्षा तु 20th अस्ति, पश्यामि. ऐ विल् लेट् यू नो. अस्तु, धन्यवादः. धन्यवादः भगिनी. धन्यवादः.